पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 235 श्रीपार्वत्युवाच पाषण्डानां च संवादं वर्जयेदिति यत्त्वया उक्तं ममेह भगवान् स्वपचादपि गर्हितम् ते यादृशाः समाख्याधा कैर्लिङ्गैश्चिह्निदा भुवि रुद्र उवाच येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः नारायणाज्जगन्नाथा ते वै पाषण्डिनस्मृताः कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः हृदे वनस्थाश्रमा च जडावल्कलधारिणः अवैदिकक्रियोपेदास्तै वै पाषण्डिनस्तथा शङ्खचक्रोध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः रहिता ये द्विजा देवी ते वै पाषण्डिनस्मृताः श्रुदे स्मृत्युदीताचारं यस्तु नाचरदि द्विजः स पाषण्डिदि विज्ञेयः सर्वलोकेषु गर्हितः विना वै भगवत्प्रीत्या ते वै पाषण्डिनस्मृताः समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्म दैवतम् उद्दिश्य देवता एव जुहोति च ददाति च स पाषण्डीति विज्ञेयस्वतन्त्रः सर्वकर्मसु स्वातन्त्र्यात् कुरुते यस्तु कर्म वेदोदितं महद यस्तु नारायणं देवं ब्रह्म रुद्रादिदैवतैः सममन्यैर्निरीक्षेद स पाषण्डी भवेत् सदा अवस्थातृदये यस्तु मनोवाकाय कर्मभिः वासुदेवं न जानाति स पाषण्डी भवेद्विजः किमत्र बहुनोक्तेन ब्रह्मणा येऽप्य वैष्णवाः न स्प्रष्टव्या न वक्तव्या न द्रष्टव्या कदाचन पार्वत्युवाच भगवन् परमं गुह्यं पृच्छामि सुरसत्तम मयि प्रीत्या समाचक्ष्व संशयो वर्तते भृशं कपालभस्मचर्मास्थिधारणं श्रुति गर्हितं तत्त्वया धार्यते देव गर्हितं केन हेतुना स्त्रीचापल्येन देवेश पृच्छामि त्वा महामदे महाप्रभावात् कथितं न कर्तव्यं क्वचित् भवेद् त्वयेदि न पुरा प्रोक्तं विस्तरेण महाप्रभो अकर्तव्यमिति प्रश्नं क्षन्तुमर्हसि मे प्रभो वसिष्ठ उवाच इति देव्या हरः पृष्ठो रहस्ये जनवर्जिते उवाच परमं गुह्यं यद्यदाचरितं स्वकं शिव उवाच शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतं न वक्तव्यं त्वया देवि जनेषु कथितं मया अपृथक्त्वा शरीरस्य वक्ष्यामि तव सुव्रते नमु चाद्या महादैत्या पुरा स्वायं भुवेन्दरे महाबला महावीर्या महावीरा महौजसः सर्वे विष्णुरथा शुद्धाः सर्वपापविवर्जिताः त्रयी धर्मवृता सर्वे भग्ना इन्द्रपुरोगमाः विष्णोः समीपमागम्य भयार्था शरणं गदाः देवा ऊचुः अजेयान् सर्वदेवानां तपो निर्धूतकल्मषान् त्वमे वैदान् महादैत्याञ्जेतुमर्हसि केशव महादेव उवाच इत्याकर्ण्यहरिर्वाक्यं देवानां च भयानकं तान् समाश्वास्य दिक्पालान् मामाः पुरुषोत्तमः श्रीभगवानुवाच त्वं हि रुद्रमहाबाहो मोहनार्थे सुरद्विषाम् पाषण्डाचरणं धर्मं कुरुष्व सुरसत्तम तामसानि पुराणानि कथयस्व च तान् प्रति मोहनानि च शास्त्राणि कुरुष्व च महामदे मयि मुक्ताश्च विप्रश्च भविष्यन्ति महर्षयः मद्भक्त्या तान् समाविश्य कथयस्व च तामसान् काणादं गौतमं शक्तिमुपमन्युं च जैमिनीं कपिलं चैव दुर्वासं मृकण्डुं च बृहस्पतिं भार्गवं जामदग्न्यं च दशैतांस्तामसान् ऋषीन् भावशक्त्या समाविश्य कुर्वदा जगदो शिवं त्वच्चक्रिया च निविष्टास्ते तमसोद्रिक्रया भृशं तामसास्ते भविष्यन्ति क्षणादेव न संशयः कथयिष्यन्ति ते विप्रास्तामसानि जगत्त्रये पुराणानि च शास्त्राणि त्वया सत्त्वेन बृंहिताः कपालचर्मभस्मास्ति चिह्नान्यमर सर्वशः त्वमेव धृतवान् लोकान् मोहयस्व जगत्त्रये तथा पाशुपदं शास्त्रं त्वमेव कुरु सत्कृतः कङ्कालशैव पाषण्डमहाशैवादिभेददः अलक्ष्यं च मदं सम्यग्वेदबाह्यं नराधमाः भस्मास्ति धारिणः सर्वे भविष्यन्ति ह्यचेतसः त्वां परत्वेन वक्ष्यन्ति सर्वशास्त्रेषु तामसाः तेषां मदमधिष्ठाय सर्वे दैत्याः सनातनाः भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः अहमप्यवतारेषु त्वां च रुद्रमहाबल तामसानां मोहनार्थं पूजयामि युगे युगे मदमेददवष्टभ्यपदन्त्येव न संशयः महादेव उवाच तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि सुमहद्वदनो दीनो बभूवात्र वरानने नमस्कृत्वाध तं देवमब्रवं परमेश्वरं त्वयोदिदमिदं देव करोमि यदि भूतले तस्मान्नाशाय मे नाथ भविष्यदि न संशयः तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना त्वदाज्ञापि च नोल्लङ्घ्या येदद्दुःखतरं महत् एवमुक्ते तदो देवि समाश्वास्य च मां पुनः आत्मनाशाय नेनात्र भवत्वित्याह मां हरिः देवतानां हितार्थाय कुरुष्व वचनं मम तवापि जीवनोपायं कथयामि सुरोत्तम दत्तवान् कृपया मह्यमात्मनामसहस्रकं हृदये मां समाधाय जपमन्त्रं ममाव्ययं षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते ये जपन्ति हि मां भक्त्या तेषां मुक्तिर्न संशयः इन्दीवरदलश्यामं पद्मपत्रविलोचनं शङ्गाङ्गशार्ङ्गेषु धरं सर्वाभरणभूषितं पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभं श्रीरामाय नम इत्येव मुच्चार्यं मन्त्रमुत्तमं सर्वदुःखहरं चैदत् पापिनामपि मुक्तिदम् इमं मन्त्रं जपन्नित्यममलस्त्वं भविष्यसि भस्मास्ति धारणाद्यत्तु सम्भूतं किल्बिषं त्वयि मङ्गलं तदभूत्सर्वं मन्मन्त्रोच्चारणाच्छुभाद तर्पिदो नाशयिष्यामि पापं सर्वं सुरोत्तम मदन्यदेवता भक्तिर्जायते न तु सुव्रत मनसैवार्चय हृदि मां नाथं पुरुषोत्तमं मदाज्ञां कुरु मत्प्रीत्या सर्वमेदच्छुभं तव इति सन्दिश्य मां देवि विससर्जमरुद्गणान् विसृष्टास्ते ततो देवा निवृत्ता स्वाश्रमं ययुः ततो मां प्रार्थयामासुर्देवा इन्द्रपुरोगमाः इन्द्रादय ऊचुः शीघ्रं गुरुहितं देव यथोक्तं हरिणाधुना महादेव उवाच देवतानां हितार्थाय वृत्तिं पाखण्डिनां शुभे कपालचर्मभस्मास्ति धारणं तत्कृतं मया तामसानि पुराणानि यथोक्तं विष्णुना शुभे पाषण्डशैवशास्त्राणि यथोक्तं कृतवानहम् मच्छक्रियापि समाविश्य गौतमादिद्विजानपि वेदभाष्यानि शास्त्राणि सम्यगुक्तं मया नके इमं मदमवष्टभ्य दुष्टा सर्वे च राक्षसाः भगवद्विमुखा सर्वे बभूवुस्तामसावृताः अस्मादिधारणं कृत्वा महोग्रतपसावृताः मामेव पूजयं चक्रुर्मां साश्रुचन्दनादिभिः मतोवरप्रदानानि लब्ध्वा मदबलोद्धताः अत्यन्तविषयासक्ताः कामक्रोधसमन्विताः सत्त्वहीनास्तु निर्वीर्या जिदा देवगणैस्तदा सर्वधर्मपरिभ्रष्टा काले यान्त्यधमां गतिं ये मे मदमवष्टभ्य चरन्ति पृथिवीतले सर्वधर्मैश्च रहिता पश्यन्ति निरयं सदा एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता विष्णो राज्ञां पुरस्कृत्य कृतं भस्मास्ति धारणं बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम् अथान्तर्हृदये नित्यं ध्यात्वा देवं जनार्दनं जपन्नेव च तन्मन्त्रं तारकं ब्रह्मवाचकं सहस्रनामसदृशं विष्णोर्नारायणस्य तु षडक्षरं महामन्त्रं रघूणां कुलवर्धनं जपन् वै सततं देवि सदानन्दसुधाप्लुदं सुखमात्यन्तिकं ब्रह्म ह्यश्नाम सततं शुभे ये दत्ते सर्वमाख्यातं त्वया पृष्ठं शुभानने किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे पाषण्डोत्पत्तिवर्णनन्नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ओम्।